गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदिविश्वेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं हेत्वाभासः इति प्रकरणे स्मः तत्र प्रतिबन्धकत्वम् इत्युक्ते तत्र प्रतिबद्धज्ञानं कश्चन अस्ति यस्य प्रतिबन्धकं कारयति प्रतिबन्धकज्ञानं प्रतिबन्धकत्वं नाम किम् इति प्रश्नः आसीत् तत्र प्रथमं समान आकारकत्वम् इति अस्माभिः अवगतं तदनन्तरं यद्यपि प्रतिबद्धज्ञानं प्रतिबन्धकज्ञानम् उभयमपि प्रमा वा भ्रमा वा भवितुमर्हति इत्युक्ते प्रमाभ्रमा साधारणं भवितुमर्हति किन्तु हेत्वाभासस्थले प्रतिबद्धज्ञानं सर्वदा भ्रमात्मकम् एव भवति इति कृत्वा प्रतिबन्धकज्ञानं सर्वदा प्रमात्वेन एव भवेत् नियमेन इति अपि अस्माभिः अधीतम् तदनन्तरं कीदृशप्रमात्मकज्ञानं प्रतिबन्धकं भवति इति चेत् सन्देहात्मकः नास्ति अत्र निश्चयात्मकप्रमात्मकज्ञानम् एव प्रतिबन्धकं भवति इति अपि अस्माभिः अधीतम् इदानीम् इतोपि किञ्चित् तत्र प्रतिबन्ध अवच्छेद प्रतिबद्धता अवच्छेदकं किं भवति इत्यत्र स्मः 226 पेज् तत्र आरम्भतः किञ्चित् पठेम अस्तु मेहुल् महोदय आरब्धं करोति वा अपरः अपि प्रागुक्तः विषयः इति आम् महोदय एकनिमिषः 226 खलु आम् पञ्चमबिन्दु खलु तत्र सत्यम् अस्तु प्रतिबद्धतावच्छेदकं किं भवति अपरोपि प्रागुक्तः विषयः क्षम्यतां महोदय अत्र प्रतिबद्धता अवच्छेदकं किं भवति इति शीर्षकस्य विषये किञ्चित् चिन्तनं करोतु स्वचिन्तनं करोतु अस्तु प्रतिबद्धता इत्युक्ते अत्र प्रतिबद्धज्ञाने प्रतिबद्धता अस्ति तस्य अवच्छेदकं किं भवति इति अत्र विषयः इत्युक्ते अत्र प्रतिबद्धज्ञानम् इति निश्चयज्ञानं भवेत् खलु सत्यं तर्हि इदानीं प्रतिबद्धता इति अवच्छेद्यमस्ति खलु प्रतिबद्धता इति अवच्छेद्यम् अस्ति सत्यं हा तस्य तस्याः अवच्छेदकं किम् इति विषयः सत्यं सत्यं तर्हि प्रतिबद्धता प्रतिबद्धज्ञाने अस्ति चेत् तदेव अवच्छेद्यम् अस्ति चेत् अवच्छेदकम् अपि कुत्र भवेत् अवच्छेदकम् अपि तत्र एव भवेत् प्रतिबद्धज्ञाने एव भवेत् हा किमर्थम् इति चेत् अत्र अवच्छेदक अवच्छेद्ययोः मध्ये सामानाधिकरण्यं भवेत् सामानाधिकरण्यं भवेत् सत्यम् ययोः मध्ये सामानाधिकरण्यम् अस्ति तयोः मध्ये एव परस्पर अवच्छेद्यता अवच्छेदक अवच्छेद्यभावः भवितुमर्हति खलु सत्यं सत्यम् अस्तु एतत् सर्वं मनसि निधाय अग्रे पठनीयम् इदानीं पठतु अस्तु अपरोपि प्रागुक्तः विषयः इह अनुसन्देहः अस्तु पृष्ठसङ्ख्या 96 पुटे अस्तु संशये सत्यपि भवति अनुमितिरिति न संशयः प्रतिबन्धकः किन्तु तदभाववत्ता निश्चयः एव प्रतिबद्धं तु संशयोऽपि भवति निश्चयोऽपि अस्तु पूर्वे 196 पेज् मध्ये एतदेव विषयः उक्तः अस्ति तस्य अत्र अनुसन्धनं भवति इति मन्ये तर्हि अत्र संशयः भवति चेद् अपि अनुमितिः इति न संशयः प्रतिबन्धकः किन्तु तद् अभाववत्ता निश्चयः एव इति अस्ति अनुमितिः इति न संशयः प्रतिबन्धकः. तर्हि अत्र प्रतिबन्धकः इति संशय अभाववत्ता निश्चयज्ञानं भवेत्, प्रतिबन्धकज्ञानं. तस्मात् पूर्वम् अत्र संशये सत्यपि भवति अनुमितिः, तत् कथम् इति चिन्तयति किञ्चित्. हा, इत्युक्ते अत्र उदाहरणं यदा स्वीकुर्मः चेत् तत्र पर्वते वह्नि अस्ति वा न वा इति संशयः अस्ति चेत् अपि अनुमानं कर्तुं शक्नुमः. अत्र तत्र पर्वतः वह्निमान् इति अनुमितिः जायते, यद्यपि तत्र संशयः अस्ति चेदपि. कथम् इति चिन्तयतु. कथम् इत्युक्ते अत्र धूमवात् धूमत्वात् इति धूमः दृश्यते, अतः तस्य कृते अनुमानं तु कर्तुं शक्नुमः, परन्तु निश्चयेन न वक्तुं शक्नुमः. यथा यथा तत्र पर्वते वह्नि अस्ति वा न वा इति, अतः संशयः तु अस्ति, तथापि धूमं दृष्ट्वा अनुमितिः कर्तुं शक्नुमः इति अहं मन्ये. सत्यं, किन्तु धूमः अस्ति वा न वा इति संशयः अस्ति चेत् तत्र अनुमितिः भवति वा? न न, तत्र न भवति. तर्हि हेतुः पक्षधर्मताज्ञानं, पक्षधर्मताज्ञाने अत्र संशयः न भवेत्. सत्यं, व्याप्तौ इत्युक्ते बह्निधूमयोः मध्ये व्यापकव्याप्यभावः, तत्रापि संशयः न भवेत्. न भवेत्, सत्यं. हा, द्वयोः. किन्तु पर्वते वह्निः अस्ति वा न वा इति संशयः अस्ति चेदपि तादृशसंशयज्ञानं पर्वतः वह्निमान् इति अनुमितिं प्रति अत्र बाधकः नास्ति. सत्यं, वस्तुतः तदेव अनुकूलः अस्ति. संशयः अस्ति चेत् एव मया अनुमानं कर्तव्यं, नो चेत् किमर्थम् अनुमानम्? यदि निश्चयेन अत्र पर्वतः वह्निः अस्ति इति ज्ञानं मयि अस्ति, किमर्थम् अनुमानं कर्तव्यम्? आवश्यकम्. तर्हि पर्वते साध्यमस्ति वा न वा, पक्षे साध्यमस्ति वा न वा इति सन्देहः अस्ति चेदपि पर्वते पक्षे साध्यमस्ति इति अनुमानं कर्तुं शक्यते एव, तत्र प्रतिबन्धकः न भवति सन्देहः. किन्तु प्रतिबन्धकज्ञानं किं रूपम् अस्ति तत् प्रतिबन्धकज्ञानस्य इत्युक्ते, तत्तु संशय अभाववत् भवति, इत्युक्ते निश्चयज्ञानं भवति इति. हा, भ्रमात्मकं न भवेत् तत्पूर्वमेव चिन्तितम्. अपि च संशयात्मकं वा निश्चयात्मकं वा इति चेत् निश्चयात्मकम् एव भवेत्. यदि प्रतिबन्धकज्ञानं निश्चयात्मकं नास्ति तर्हि सन्देहात्मकमस्ति चेत् तेन प्रतिबद्धज्ञानस्य प्रतिबद्धुं सामर्थ्यं नास्ति. सामर्थ्यं नास्ति इति उक्तम्. अस्तु, अग्रे. प्रतिबद्ध्यं तु संशयोऽपि भवति निश्चयोऽपि. अस्तु, हा, तद्वयं जानीमः. अत्र प्रतिबद्धः यः अस्ति तद् ज्ञानम् अत्र तस्य कृते संशयः अपि भवितुम् अर्हति अथवा निश्चयरूपेण तदपि भवितुम् अर्हति इति वयं जानीमः. इत्युक्ते प्रतिबन्धकनिश्चयात्मकप्रमात्मकप्रतिबन्धज्ञानं प्रतिबन्धकज्ञानं संशयात्मक उत निश्चयात्मक किन्तु भ्रमात्मकप्रतिबद्धज्ञानं निश्चयेन प्रतिबध्नाति इति अवगन्तव्यम्. अस्तु, अग्रे. एवं सति प्रतिबद्धतावच्छेदकं किं भवेत्, किञ्च प्रतिबन्धकतावच्छेदकम् अस्तु. तर्हि एतद् अस्ति चेदपि अत्र प्रतिबद्धतायाः अवच्छेदकं किं भवति, अपि च प्रतिबन्धकतायाः अवच्छेदकं किं भवति इति अपि चिन्तनीयम्. यच्च अवच्छेद्यस्य अत्र, क्षम्यतां महोदय, अत्र यदस्माभिः चिन्तितं तत्र किञ्चित् चिन्तनं कृत्वा इदानीं पूर्वम् अस्माभिः किम् उक्तं, सामान्यतया अवच्छेद्य अवच्छेदकभावः ययोः मध्ये समानाधिकरण्यम् अस्ति, तयोः मध्ये एव भवति इति उक्तम्. किन्तु इदानीं प्रतिबन्धकता कुत्र अस्ति? प्रतिबन्धकज्ञाने अस्ति. प्रतिबद्धता कुत्र अस्ति? प्रतिबद्धज्ञाने अस्ति. हा, तर्हि इदानीं कस्मिन् विषये चिन्तनं? प्रतिबद्धता अवच्छेदकं किं भवेत्, किं च प्रतिबन्धकता अवच्छेदकम् इति. द्वयोः इत्युक्ते भिन्न. हा वदतु. हा, इत्युक्ते अत्र प्रतिबद्धता अवच्छेदकम् अपि च प्रतिबन्धकता अवच्छेदकम् एकदेव अधिकरणे अस्ति इति न इति न आगच्छति, परन्तु प्रतिबद्धता अवच्छेदकं यत्र अस्ति तत्र प्रतिबद्धता इति अवच्छेद्यः अपि भवेत्, सामान्याधिकरणं भवेत्. अतः तथैव प्रतिबन्धकज्ञाने अपि प्रतिबन्धकता अवच्छेदकमपि तत्र एक एव अधिकरणे भवेत्, तत्र एव प्रतिबन्धकता इति अपि भवेत्. सत्यं, किन्तु अत्र वार्ता का इति चेत् अवच्छेदक अवच्छेद्यभावः इति चिन्तनं नास्ति अत्र. प्रतिबद्धता ज्ञाने यद् अवच्छेद प्रतिबद्धतायाः यद् अवच्छेदकमस्ति तदेव अवच्छेदकं प्रतिबन्धकज्ञाने प्रतिबन्धकतायाः अवच्छेदकं भवेत् इति. उभयत्र अवच्छेदकत्वस्य विषये एव चिन्तनम्. अस्तु, तदेव तत् समानं भवेत् इति अस्ति वा इति. हा, इति इत्यस्मिन् विषये चिन्तनम्. ओ अस्तु अस्तु. तर्हि चिन्तनम् अवच्छेद्य अवच्छेदकभावः इत्यस्मिन् विषये नास्ति. सत्यं सत्यम्, अवच्छेदकम् इत्यस्य विषये एव अस्ति इति. अवच्छेद्य अवच्छेदकभावविषये चिन्तनमस्ति चेत् तत्र समान अधिकरणं भवेत्, समान अधिकरणं भवेत्. किन्तु अत्र प्रतिबन्धकज्ञानम् इति भिन्न अधिकरणमस्ति, प्रतिबद्धज्ञानम् इति भिन्न अधिकरणमस्ति. उभयोः प्रतिबद्धतायाः यः अवच्छेदकः अस्ति सः एव अवच्छेदकः प्रतिबन्धकतायाः अपि वा इति अस्ति चेत् उभयोः मध्ये समान आकारकत्वम् अस्ति इति निश्चयः. ओ अस्तु अस्तु. तर्हि अत्र अवच्छेदकम् एक एव भवेत् द्वयोः इति विषयः. सत्यम् इति विषयः. तत् अपरतु तत् कथं जानीमः, अधुना तु अग्रे पठित्वा एव. महोदय पुनः वदतु, मया न शक्यते. हा भगिनी, इदानीम् अस्माकं चिन्तनमस्ति समा प्रतिबन्धकत्वं नाम किम् इति. प्रतिबन्धकत्वम् इत्युक्ते किम् इति एव चिन्तनं. तत्र प्रथमनिकषः अस्ति प्रतिबन्धकज्ञानं प्रमात्मकं भवेत्. द्वितीयमस्ति प्रतिबन्धकज्ञानं निश्चयात्मकं भवेत्. इदानीं चिन्तनमस्ति प्रतिबद्धता. प्रतिबद्धता कुत्र अस्ति? प्रतिबद्धज्ञाने प्रतिबद्धता अस्ति. प्रतिबद्धतायाः यः अवच्छेदकः अस्ति सः एव अवच्छेदकः प्रतिबन्धज्ञाने अपि प्रतिबन्धकतायाः अवच्छेदः अस्ति चेत् तयोः मध्ये समान आकारकत्वम् अस्ति इति अवगन्तुम् इति वक्तुं शक्यते इत्यस्मिन् विषये चिन्तनं. बुद्धं खलु? सति मम भगिनि. सत्यभामा भगिनि, म्यूट् मध्ये अस्ति भगिनि. महोदय, ऐ थिङ्क् मै लैन् हेस् सम् प्राब्लम्, ऐ एम् नाट् एबल् टु हियर् यु. पुनः आगच्छतु, बहिः गत्वा आगच्छतु. अस्तु, तावद् अग्रे पठतु महोदय. अस्तु अस्तु, समीचीनम्. एवं सति प्रतिबद्धतावच्छेदकं किं भवेत्, किं च प्रतिबन्धकतावच्छेदकम्. अस्तु, यच्च अवच्छेद्यस्य अन्यून अनतिरिक्तवृत्ति भवति तद्भवति अवच्छेदकम् इति तु वयं जानीमः. तादृशं च प्रतिबद्धतायाः बुद्धित्वम्. अस्तु, प्रतिबद्धतायाः यत्र यत्र निश्चयनिरूपिता प्रतिबद्धता तत्र संशये निश्चये च बुद्धित्वं भवति. द्विविधा एव हि बुद्धिः पूर्वं निरूपिता, संशयः निश्चयश्चेति तथा च यत्र प्रतिबद्धता तत्र उभयत्रापि अस्ति बुद्धित्वम्। एवं यत्र यत्र बुद्धित्वं तत्र प्रतिबद्धता इति बुद्धित्वं प्रतिबद्धतायाः अन्यून अनतिरिक्तवृत्ति न तथा निश्चयत्वम्। अस्तु, अग्रे अपि पठामि वा? अस्तु, तद्धि केवलं निश्चये एवास्ति न तु संशयेऽपि। अतः प्रतिबद्धतायाः निश्चयत्वं न्यूनवृत्ति इति न तत् प्रतिबद्धतावच्छेदकम्। एवं संशयत्वमपि प्रतिबद्धतावति निश्चये असत्त्वात् प्रतिबद्धता न्यूनवृत्ति, अतः न तत् प्रतिबद्धतावच्छेदकम्। एवं च यत्र क्वचित् प्रतिबद्धता अवच्छेदकविचारे बुद्धित्वमेव ग्राह्यम्। अस्तु, अत्र वयं जानीमः अवच्छेद्यस्य यः यत् अन्यून अतिरिक्तवृत्ति भवति तदेव अवच्छेदकम् इति तु वयं जानीमः। अत्र अन्यून अनतिरिक्तवृत्ति इत्युक्ते किम्? अत्र अन्यून अपि च अनतिरिक्तवृत्ति इति पदद्वयमस्ति। अन्यून अवच्छेदकम् इति किं भवेत् इत्युक्ते यः अवच्छेद्यः अस्ति तस्य अपेक्षया अन्यून भवेत् अवच्छेदकम्। अत्र अन्यून इत्यस्य अर्थः यदा पश्यामः चेत् न्यूनं नास्ति इति, परन्तु तेन किम् अवगच्छामः इति, अत्र द्वितीयपदं यदस्ति अनतिरिक्तवृत्ति इत्यस्य अर्थः भवति यत् अवच्छेदकम् अन्य कुत्रापि न लभ्यते, अवच्छेद्ये एव लभ्यते इति मम चिन्तनम्। अत्र यद् यस्मिन् विषये चिन्तनमस्ति तदेव स्वीकृत्य प्रतिपादयतु। इदानीं बुद्धित्वं, बुद्धित्वम् इत्युक्ते किम्? बुद्धित्वम् इत्युक्ते ज्ञानम् इति अहं मन्ये। ज्ञानत्वं खलु, बुद्धित्वम् इत्युक्ते ज्ञानत्वं। तर्हि प्रतिबन्धज्ञाने ज्ञानत्वम् अस्ति वा न वा? अस्ति अस्ति, सत्यं। प्रतिबन्धकज्ञाने ज्ञानत्वम् अस्ति वा न वा? तत्रापि अस्ति, तत्रापि अस्ति। तर्हि प्रतिबद्धज्ञानं प्रतिबन्धकज्ञानम् उभयमपि ज्ञानमस्ति इति कृत्वा ज्ञानत्वम् अत्र समानमस्ति। सत्यं, द्वयोः मध्ये सर्वत्र ज्ञानत्वमस्ति। अस्ति, किन्तु इदानीम् अत्र प्रतिबन्धकज्ञानं निश्चयात्मकं भवितुं, निश्चयात्मकं संशयात्मकम् उभयमपि भवितुमर्हति वा, केवलं निश्चयात्मकम् एव भवितुमर्हति वा? प्रतिबद्धता तु द्वयमपि भवितुमर्हति, संशयात्मकनिश्चयात्मक इति। हा, तर्हि प्रतिबद्धज्ञानं संशयात्मकं निश्चयात्मकम् उभयमपि भवितुमर्हति। किन्तु प्रतिबन्धकज्ञानं केवलं निश्चयात्मकमेव भवेत्। तर्हि निश्चयत्वम् इति प्रतिबन्धकतायाः अवच्छेदकः अस्ति खलु? आम् आम्, सत्यं, प्रतिबन्धकतायाः अवच्छेदकं निश्चयत्वम्। निश्चयत्वमस्ति, किन्तु प्रतिबद्धतायाः अवच्छेदकः संशयमपि भवितुमर्हति, संशयत्वमपि भवितुमर्हति। आम्, सत्यं, संशयत्वमपि निश्चयत्वमपि, आम्, उभयमपि भवितुमर्हति। आम् आम्, तर्हि प्रतिबद्धतायाः अवच्छेदकः यदस्ति, प्रतिबन्धकतायाः अवच्छेदकः अस्ति, तयोः मध्ये तुलना कुर्मश्चेत् इदानीं प्रतिबद्धतायाः अवच्छेदकः अधिकमस्ति। अधिकं, हा, सत्यम्, इत्युक्ते संशयात्मकं निश्चयात्मकम् उभयमपि भवितुमर्हति। सत्यम् इति कृत्वा अत्र प्रतिबद्धतायाः अवच्छेदकः किं स्वीकर्तुं शक्यते इति चेत् केवलं ज्ञानत्वम्, इत्युक्ते ज्ञानत्वमेव उभयत्र समानमस्ति। समानमस्ति, सत्यं, समानमस्ति खलु, उभयत्र समानमस्ति। प्रतिबन्ध्यज्ञाने ज्ञानत्वमस्ति, प्रतिबद्धज्ञाने ज्ञानत्वमस्ति। तर्हि ज्ञानत्वम् अवच्छेदकत्वेन स्वीकुर्मश्चेत् तत्र क्लेशः न भवति. किन्तु निश्चयत्वम् अवच्छेदकत्वेन स्वीकुर्मश्चेत् तत्र क्लेशः भवति. किमर्थम् इत्युक्ते संशयात्मकप्रतिबध्यज्ञाने निश्चयत्वं नास्ति इति कृत्वा अत्र निगमनमस्ति. एवं च यत् क्वचित् प्रतिबद्धता अवच्छेदकविचारे बुद्धित्वमेव ग्राह्यम् अस्तु, ज्ञानत्वमेव स्वीकुर्मः, ज्ञानत्वमेव स्वीकर्तव्यम् इति तावदुक्तम्. अस्तु अस्तु, अत्र किञ्चित् शैली भिन्नरीत्या अस्ति, किन्तु एतादृशम् अवगमनं कुर्मश्चेत् क्लेशः न भवति. तर्हि तावत् आगतम्. अस्तु, इदानीम् अग्रे इतोपि. धन्यवादः महोदय. रमेश महोदय पठति वा? निश्चयत्वं कुत्र अस्ति महोदय? 227 शीर्षकमस्ति खलु, निश्चयत्वं. निश्चयत्वं प्रतिबन्धकता अवच्छेदकम् अवच्छेदकं किं च प्रतिबन्धकता अवच्छेदकं यत् प्रतिबन्धकतायाः अन्यून अनतिरिक्तवृत्ति भवेत् तादृशं च निश्चयत्वं. प्रतिबन्धकता निश्चये एव अस्ति इति दत्तमस्ति पूर्वस्मिन् पुटे. तत्र एव तदा तत् अपि अस्ति इति तत् भवति प्रतिबन्धकता अवच्छेदकम्. न बुद्धित्वं प्रतिबन्धकता अवच्छेदकम् तावत् वदति महोदय प्रथमं. तदनन्तरं प्रतिबन्धकता अवच्छेदकम् इत्युक्ते किम् इति अत्र दत्तमस्ति. निश्चयत्वं प्रतिबन्धकता अवच्छेदकं भवितुम् अर्हति. प्रतिबन्धकता केवलं निश्चयज्ञानम् एव अस्ति, निश्चयज्ञाने एव अस्ति इति अस्ति. तर्हि प्रतिबन्धकता अवच्छेदकम् प्रतिबन्धकता तत्र एव, तत्र इत्युक्ते प्रतिबन्धके एव, निश्चये एव प्रतिबन्धकता अपि अस्ति. तर्हि प्रतिबन्धकता अवच्छेदकं निश्चये अस्ति इति, निश्चयरूपज्ञाने अस्ति इति. न इत्युक्ते आशयः कः? तर्हि एतत् सर्वम् इदानीं भवतः अवगमनं किम्? अवगमनम् इत्युक्ते निश्चयात्मकज्ञानं प्रतिबन्धकता अवच्छेदकं भवितुम् अर्हति इति. निश्चयत्वं निश्चयात्मकज्ञानम् इति नास्ति, निश्चयत्वं प्रतिबन्धकतायाः अवच्छेदकम् इति एकः बिन्दुः. प्रतिबद्धतायाः अवच्छेदकः कः इति अस्माभिः पठितम्. तत्रापि निश्चय प्रतिबद्धतायाः अवच्छेदकः ज्ञानत्वे भवति वा महोदय? उत्तमम्, तदेव अन्तिमवाक्यं तदेव पठितं खलु. प्रतिबद्धता प्रतिबद्धता अवच्छेदकविचारे बुद्धित्वमेव ज्ञानत्वमेव ग्राह्यम्. रमेश महोदय. आं महोदय. हा, तर्हि प्रतिबद्धता अवच्छेदकः केवलं ज्ञानत्वं, प्रतिबन्धकता अवच्छेद किमर्थम् इति चेत् प्रतिबद्धता ज्ञानं संशयात्मकं भवितुम् अर्हति, निश्चयात्मकं भवितुम् अर्हति इति कृत्वा तत्र तद् न स्वीक्रियते, केवलं ज्ञानत्वमेव स्वीक्रियते. किन्तु प्रतिबद्धता प्रतिबन्धकता अवच्छेदकम् इदानीं निश्चयत्वं स्वीक्रियते. तदनन्तरम् अग्रे न इति पठतु महोदय. न बुद्धित्वं प्रतिबन्धकता अवच्छेदकं कुतः? तद्धि प्रतिबन्धकता अभाववति संशयः अपि अस्ति. संशये अपि अस्ति. न हि संशयः प्रतिबन्धकः. अतः बुद्धित्वं प्रतिबन्धकतायाः अतिरिक्तवृत्तिः भवति. किमर्थं अतः न तद् अवच्छेदकं. संशयत्वम् अपि न भवति अवच्छेदकम्. अतिरिक्तवृत्तित्वकृत्वात् एव प्रतिबन्धता अभाववति संशयः हि तत् भवति. अतः अतिरिक्तवृत्तिता स्पष्टा. अस्तु, वदतु. हा, बुद्धित्वं प्रतिबन्धक अवच्छेदकं न भवितुम् अर्हति इति दत्तमस्ति. कुतः इति बुद्धित्वे संशयम् अपि अस्ति. प्रतिबन्धक अभाववति संशये अपि अस्ति. संशयः प्रतिबन्धकः न तद् बुद्धं. प्रतिबन्धक अभाववति संशये अस्ति. संशये प्रतिबन्धक अभाववति अस्ति. संशयः अभाववति अपि संशयः अस्ति. संशयज्ञानं प्रतिबन्धकः न भवति. तर्हि प्रतिबन्धकता अभावः संशये अस्ति. तर्हि बुद्धित्वं प्रतिबन्धकतायाः अतिरिक्तवृत्तिः भवति. संशयः अपि अस्ति इति कृत्वा तत् अतिरिक्तवृत्तिः अस्ति. अतिरिक्तवृत्तिः अस्ति, तर्हि तत् अवच्छेदकं न भवितुम् अर्हति. समीचीनं वा महोदय? न, निगमनं किम् अत्र? अत्र एतत् सर्वं पठित्वा भवतः मनसि इदानीं किं निगमितम्? बुद्धित्वम् अवच्छेदकं न भवितुम् अर्हति इति. किमर्थं? बुद्धित्वे संशयः अपि अस्ति. संशये प्रतिबन्धकता अभावः. बुद्धित्वे संशयः अस्ति इति न वदतु, तत् समीचीनं नास्ति. बुद्धित्वे संशयः अस्ति इति किम्? बुद्धित्वे निश्चयज्ञानं बुद्धित्वे निश्चयज्ञानम् अस्ति. संशयज्ञानम् अपि अस्ति. द्वयोः मिलित्वा एव बुद्धि. तदपि असमीचीनं. बुद्धित्वे निश्चयज्ञानमस्ति इति न वक्तव्यम्, इतोपि स्पष्टतया वक्तव्यम्. बुद्धित्वम् इत्युक्ते ज्ञानत्वम् इति स्वीकरोतु. हा, ज्ञानत्वं कुत्र अस्ति? ज्ञाने अस्ति. सत्यं. तादृशज्ञानं द्विप्रकारम् अस्ति. संशयात्मकज्ञानमस्ति, निश्चयात्मकज्ञानमस्ति. हा, तर्हि बुद्धि संशयात्मकज्ञानम् अपि संशयात्मकज्ञाने अपि बुद्धित्वम् अस्ति. तर्हि किमर्थं बुद्धित्वं न ग्राह्यम्? संशयात्मकज्ञाने अपि बुद्धित्वम् अस्ति. तर्हि तत् संशयात्मकज्ञानं प्रतिबन्धकः न भवति. तर्हि प्रतिबन्धक अभावः तस्मिन् अस्ति. प्रतिबन्धकता अभावः तस्मिन् अस्ति. अस्तु, वदतु. तर्हि बुद्धित्वम् अतिरिक्त बुद्धित्वं प्रतिबन्धकतायाः अतिरिक्तवृत्तिः अस्ति. it is a larger subset than what is needed. No, vastutah atra kinchit atra ekah vishayah avagantavyah asti tadeva mukhya vishayah idanim aham prashnam prichami tasya uttaram vadatu yad nischayatmakam asti tad तद् यस्मिन् निश्चयत्वम् अस्ति तस्मिन् या एतादृशं पृच्छामि चेत् इतोपि समीचीनबोधः जायते यस्मिन् निश्चयत्वम् अस्ति तस्मिन् ज्ञानत्वम् अपि भवेत् इति नियमः अस्ति वा न वा भवतः चिन्तनं किम् यस्मिन् निश्चयत्वम् अस्ति तस्मिन् ज्ञानत्वम् अपि भवेत् एव हा भवेत् एव इति नास्ति तत्रैव वार्ता अस्ति यस्मिन् निश्चयत्वम् अस्ति यस्मिन् निश्चयत्वम् अस्ति तस्मिन् ज्ञानत्वं भवेद् इति नियमेन नास्ति इदानीं किञ्चित् चिन्तनं कुर्मः ईश्वरः इति कश्चन अस्ति इति मम मयि निश्चयः अस्ति इति चिन्तयतु मयि निश्चयः अस्ति किन्तु ईश्वरः अस्ति इति ज्ञानं केन प्राप्तं केन प्रमाणेन मया प्राप्तं शाब्दबोधेन न भवतु इदानीं शाब्दबोधेन प्राप्तम् इति वदति किन्तु यदि तादृश अस्तु इदानीं तत् तर्हि भिन्न भिन्न उदाहरणम् अहम् अहं वदामि किं वक्तव्यं हा यदि किमपि व्यापारम् अहम् आरम्भं करोमि इति चिन्तयतु अस्मिन् व्यापारे लाभः मया निश्चयेन लभ्यते इति तादृशनिश्चयात्मकचिन्तनं मयि अस्ति इति चिन्तयतु किन्तु अस्मिन् चिन्तने निश्चयात्मकचिन्तने ज्ञानत्वमस्ति वा न वा ज्ञानत्वम् अस्ति खलु महोदय तत् प्रमाणज्ञानं भवितुम् अर्हति परन्तु ज्ञानम् अस्ति खलु न न केवलं मम विश्वासः अस्ति यदि एतद् व्यापारः अहं करोमि एतद् व्यापारम् अहं करोमि तदा अनेन व्यापारेण अहं लाभं सम्पादयामि इति विश्वासः मयि अस्ति विश्वासे कीदृशविषये सन्देहात्मकविश्वासः वा निश्चयात्मकविश्वासः वा इति चेत् निश्चयात्मकविश्वासः अस्ति खलु ऐ डेफिनेट्लि बिलीव् दट् ऐ विल् मेक् प्रोफिट्स् इन् दिस् एण्डेवर् बट् दट् इस् आल्सो नालेज् नो दट् इस् मै दट् इस् केवलं बिलीफ् दट्स् अ विश्वास ओके इट् इस् अ बिलीफ् एण्ड् दट् बिलीफ् इस् नाट् नालेज् इस् वाट् यु आर् सेयिङ्ग् ओके हा ज्ञानम् इत्युक्ते किं प्रमाणजन्यं ज्ञानं खलु केनापि प्रमाणेन यद् जायते तदेव ज्ञानम् नौ दिस् इस् अ गुड् एक्साम्पल् दट् ऐ हव् गिवन् तर्हि निश्चयात्मकं निश्चयत्वं केवलं ज्ञाने एव भवेत् इति नास्ति विश्वासे अपि भवितुमर्हति उदाहरणार्थं विश्वासः इति केवल इति ज्ञानं नास्ति इति मम विश्वासः खलु आम् इति कृत्वा इदानीं निश्चयत्वं विश्वासे अपि अस्ति ज्ञाने अपि अस्ति इति कृत्वा निश्चयत्वं ज्ञानस्य अपेक्षया ज्ञानत्वस्य अपेक्षया अतिरिक्तवृत्तित्वमस्ति बुद्धं खलु बुद्धं महोदय परन्तु तत् तत्र कुत्र दत्तमस्ति इति न बुद्धम् एकनिमिषम् अत्र पश्यतु इदानीं प्रतिबद्ध्यता यत्र अस्ति प्रतिबद्ध्यज्ञाने अस्ति प्रतिबद्ध्यज्ञाने ज्ञानत्वं निश्चयेन अस्ति इति कृत्वा प्रतिबद्ध्यज्ञानं ज्ञानं भ्रमात्मकज्ञानम् इति कृत्वा प्रतिबद्ध्यज्ञाने अवच्छेदकरूपेण ज्ञानत्वं गृह्यते इति पञ्चमबिन्दुः अस्ति अस्मिन् पाठे यद्भवता पठितं तत्र प्रतिबन्धकज्ञाने यद्यपि ज्ञानत्वम् अस्ति प्रतिबन्धकज्ञानम् अपि ज्ञानम् अस्ति इति कृत्वा प्रतिबन्धक प्रति ज्ञानत्वमस्ति किन्तु निश्चयात्मकप्रमात्मकज्ञानम् एव प्रतिबन्धकं भवितुं प्रतिबन्धकज्ञानं भवितुम् अर्हति इत्यतः अत्र केवलं निश्चयत्वम् एव अवच्छेदकत्वेन स्वीक्रियते यदि संशयत्वम् अपि स्वीक्रियते यदि ज्ञानत्वमपि स्वीक्रियते यत्र संशयः अस्ति तत्रापि ज्ञानत्वमस्ति इति कृत्वा तत्र अतिव्याप्तिः भवति इति कृत्वा ज्ञानत्वम् अत्र अवच्छेदकत्वेन न स्वीकर्तव्यम् केवलं निश्चयत्वम् एव प्रतिबन्धकतायाः अवच्छेदकत्वेन स्वीकर्तव्यम् इति यत् यत् परिच्छेद यः यत् यस्मिन् यः परिच्छेदः भवता पठितः तत्र एवं लिखितमस्ति तत् बुद्धं महोदय परन्तु किमर्थं निश्चयत्वविषये विश्वासे अपि निश्चयत्वम् अस्ति इति किमर्थं तत् चिन्तनीयम् इति न बुद्धम् हा इत्युक्ते अत्र अन्योन अनतिरिक्तवृत्तित्वम् इति उक्तं खलु प्रतिबन्धकता इति अवच्छेद्यमस्ति तस्य अवच्छेदकं किं भवितुम् अर्हति इति इदानीं चिन्तनम् यदि ज्ञानत्वम् अवच्छेदकत्वेन स्वीकुर्मः तदा किं भवति ज्ञानत्वं संशयात्मकज्ञाने अपि अस्ति इति कृत्वा ज्ञानत्वं न स्वीक्रियते हा तद् बुद्धं महोदय हा अतः केवलं निश्चयत्वम् एव स्वीकर्तव्यम् इति तदपि बुद्धं किन्तु ज्ञानत्वं किमर्थं न स्वीकर्तव्यम् इदानीं वदतु ज्ञानत्वे संशयत्वज्ञानमपि अस्ति संशयात्वज्ञानम् अपि संशयात्मज्ञाने अपि ज्ञानत्वम् अस्ति तर्हि निश्चयत्व तद् अवच्छेदकः न भवितुम् अर्हति तद् अतिरिक्त वृत्तिः भवति खलु तर्हि तादृश तर्हि तत् अवच्छेदकं न भवितुम् अर्हति ज्ञानम् ज्ञानत्वम् अवच्छेदकं न भवितुम् अर्हति इत्युक्ते यदि अस्तु प्रायः भवतः मनसि एतादृशप्रश्नः अस्ति इत्युक्ते यदि ज्ञानत्वम् अवच्छेदकत्वेन न स्वीकुर्मः तर्हि प्रतिबन्धकं यदस्ति तद् ज्ञानमेव न भवितुम् अर्हति इति भाति इति प्रश्नः वा भवतः न तदपि न मम प्रश्नः तदपि नास्ति मम प्रश्नः अस्ति किमर्थं निश्चयत्वं कुत्र कुत्र अस्ति इति किमर्थं तादृशचिन्तनं करणीयम् इति एव अत्र निश्चयत्वम् अस्ति वा तद् अवच्छेदकः भवितुम् अर्हति वा तद् पर्याप्तं खलु इति इत्युक्ते ज्ञानत्वं प्रतिबन्धकज्ञाने प्रतिबन्धकम् इति ज्ञानमेव अस्ति इति कृत्वा ज्ञानत्वं प्रतिबन्धकज्ञाने आगतम्। तदनन्तरं तत्र तस्माद् उपरि अत्र ज्ञानत्वं तु निश्चयात्मकज्ञाने अपि अस्ति, संशयात्मकज्ञाने अपि अस्ति इति कृत्वा केवलं निश्चयात्मकज्ञाने निश्चयात्मकज्ञानम् एव निश्चयत्वम् एव अवच्छेदकत्वेन स्वीकर्तव्यम् इति अत्र उक्तम्। अस्तु, तर्हि न यद् भवान् वदति तत् सत्यमेव। मम मनसि एवम् आगतं, न बुद्धित्वं प्रतिबन्धता प्रतिबन्धकता अवच्छेदकम् इत्युक्ते ज्ञानं निश्चयं निश्चयत्वं केवलं ज्ञान यत्र ज्ञानत्वमस्ति तत्रैव निश्चयत्वम् अस्ति न इति नास्ति इति बोद्धुं मया अत्र विश्वासः उक्तः अस्ति, किन्तु तद् विषयान्तरम् अस्ति इति भाति। समीचीनं महोदय, यद् भवता उक्तं तत् समीचीनमेव। तर्हि पुनः निगमनं करोतु, किमर्थं बुद्धित्वं न स्वीकर्तव्यं प्रतिबन्धकता अवच्छेदकत्वेन? बुद्धित्वं संशयज्ञाने अपि बुद्धित्वम् अस्ति, संशयज्ञाने प्रतिबन्धक अभाववत् प्रतिबन्धक अभाववत्त्वम् अस्ति, तर्हि प्रतिबन्धकत्वं न भवितुम् अर्हति। तर्हि बुद्धित्वे यदि बुद्धित्वं स्वीकुर्मः तर्हि ज्ञानं स्वीकुर्मः चेत् तत्र अतिरिक्तवृत्तिः भवति। सत्यम्, इत्युक्ते यत्र ज्ञानत्वमस्ति तत्र संशयत्वम् अपि अस्ति इति कृत्वा, संशयत्वमपि भवितुमर्हति इति कृत्वा ज्ञानत्वम् अत्र अवच्छेदकत्वेन न स्वीक्रियते, केवलं निश्चयत्वकमेव निश्चयत्वमेव स्वीक्रियते। वस्तुतः अत्र ज्ञानत्वं भवेत् निश्चयत्वमपि भवेत् उभयमपि भवेत् तदा प्रतिबन्धकज्ञानं भवति, किन्तु प्रतिबद्धता अवच्छेदकः इत्युक्ते प्रतिबद्धताज्ञानं केवलं तत्र ज्ञानमेव भवेत्, अपि च स च ज्ञानं भ्रमात्मकं भवेत् इति अपि अस्ति। समीचीनं महोदय, अस्तु, अत्र चित्रं परिशीलयति वा? आम्, अत्र चित्रमस्ति, प्रथमं चित्रमस्ति प्रतिबद्धता, तत्र बुद्धित्वमस्ति, संशयः रूपबुद्धित्वम् अस्ति, निश्चयरूपबुद्धित्वम् अपि अस्ति। यदा यत्र निश्चयः अस्ति तत्र संशयस्य अभावः अस्ति, यत्र संशयः अस्ति तत्र निश्चयस्य अभावः अस्ति। परन्तु किमर्थं तद् अभावस्य चिन्तनं, तर्हि तद् तर्हि परन्तु प्रतिबद्धता तर्हि बुद्धित्वं न स्वीकर्तुं शक्यते इति एव निगमनं भवति तत्र। तर्हि प्रायः यद् मया उक्तं खलु तत्र विश्वासः इति, अत्र पश्यतु इदानीं संशयः नो चेत् निश्चयः, कश्चन निश्चयः अस्ति, निश्चये निश्चयत्वम् अस्ति बुद्धित्वमपि अस्ति, तर्हि अत्र निश्चयात्मकज्ञानमस्ति. निश्चयात्मकज्ञानमेव. किमर्थमिति चेत् अत्र बुद्धित्वमपि अस्ति. एवं संशये संशयत्वम् अस्ति, बुद्धित्वम् अस्ति इति कृत्वा संशयात्मकज्ञानम् एव अस्तु. उभयत्र ज्ञानमेव चिन्तनं. किन्तु उभयत्र बुद्धित्वमस्ति, किन्तु यत्र संशयत्वमस्ति तत्र निश्चयत्वं नास्ति, यत्र निश्चयत्वमस्ति तत्र संशयत्वं नास्ति इति कृत्वा अत्र निश्चयात्मकज्ञानम् एव प्रतिबन्धकतायाः अवच्छेदकं भवति. निश्चयत्वम् एव प्रतिबन्धकतायाः अवच्छेदकं भवति इति उक्तम्. खलु? आं महोदय. प्रथमचित्रं तु प्रतिबद्धता. प्रथमचित्रं प्रतिबद्धता अस्ति, तर्हि बुद्धित्वं तस्य अवच्छेदकः भवितुम् अर्हति. किं तत्र निश्चयात्मकमपि भवितुम् अर्हति, संशयात्मकं ज्ञानमपि प्रतिबद्धता ज्ञानं द्वौ भवितुं द्वौ रूपं भवितुम् अर्हति. हा हा, तर्हि प्रतिबद्धता ज्ञानं प्रतिबद्धज्ञानं यदस्ति तस्मिन् प्रतिबद्धता अस्ति, अपि च तादृशज्ञानं संशयात्मकं वा निश्चयात्मकं वा भवितुमर्हति इति कृत्वा तत् बुद्धित्वम् अवच्छेदकत्वेन स्वीकर्तुं शक्यते. किन्तु अधस्तनचित्रे प्रतिबन्धकता कुत्र अस्ति इति चेत् केवलं निश्चयात्मकज्ञाने एव अस्ति इति कृत्वा तदेव स्वीकर्तव्यं, निश्चयत्वमेव स्वीकर्तव्यम् इति अर्थः. अस्तु, अत्र किमर्थम् एतादृशं लिखितम् इति न जाने. इत्युक्ते इतोपि सरलतया आगत्य इदानीं प्रतिबद्धज्ञानं प्रतिबन्धकज्ञानं तयोः आकारः कथं भवेत् इति निगमनं करोति वा स्वशब्दैः? प्रतिबद्धज्ञानं प्रमात्मकं भवेत् परन्तु तत् संशयः निश्चयः भवितुमर्हति. पुनः वदतु महोदय. प्रतिबद्धज्ञानं तस्मिन् तत् प्रमात्वज्ञानं भवेत्. न प्रमाण अस्ति. प्रतिबद्धज्ञानं भ्रमात्मकं भवेत् खलु? प्रतिबद्धज्ञानं, हा एकनिमिषं महोदय. प्रतिबद्धज्ञानं प्रतिबन्धकज्ञानमेव प्रमा भवेत्. हा, प्रतिबद्धज्ञानं किमपि भवितुमर्हति. हा, न किमपि नास्ति. तत् भ्रमा एव भवेत्. हा, सेतुवासस्थले भ्रमात्मकमेव भवेत्. प्रतिबद्धज्ञानं केवलं ज्ञानमस्ति, तदेव वक्तुं शक्यते. भ्रमात्मकज्ञानमस्ति अपि च तत्र संशयनिश्चय अपि योजयतु. हा, संशयात्मकमपि भवितुमर्हति, निश्चयात्मकमपि भवितुमर्हति. तर्हि प्रतिबद्धज्ञानं संशयात्मकं वा निश्चयात्मकं वा भ्रमात्मकज्ञानं भवेत्. अस्तु, एवं प्रतिबन्धकज्ञानं? प्रतिबन्धकज्ञानं निश्चयात्मकं भवेत्, प्रमात्मकम् अपि भवेत्. उत्तमम्. इति तावदेव अत्र वक्तव्यं, वस्तुतः तावदेव वक्तव्यम्. प्रतिबन्धकज्ञानं प्रमात्वे सति निश्चयात्मकं भवेत्, प्रतिबद्धज्ञानं भ्रमात्मकत्वे सति निश्चयात्मकं वा संशयात्मकं वा भवितुम् अर्हति इति तावदेव. एतदवगच्छति चेत् यत् यत्किमपि एतावत्पर्यन्तम् अस्माभिः चिन्तितम् अत्र किञ्चित् जाटिल्यं कृत्वा लिखितमस्ति. भवतु, अस्तु, पूरयतु महोदय अग्रे. अतः यत्र क्वचन प्रतिबन्धता अवच्छेदकं किम् इति प्रश्ने सति निश्चयत्वम् एव इति वाच्यं, तथा च आहत्य हेत्वभासप्रकरणे अन्यत्र वा बुद्धित्वं प्रतिबद्धता अवच्छेदकं निश्चयत्वं च प्रतिबन्धकता अवच्छेदकम् इति सिद्धम्। तदेव दत्तमस्ति यत् प्रतिबन्ध हेत्वभासप्रकरणे वा अन्यत्र वा बुद्धित्वमेव प्रतिबद्धता अवच्छेदकम् अस्ति, निश्चयत्वम् एव प्रतिबन्धक अवच्छेदकम् अस्ति इति दत्तमस्ति। प्रतिबद्धज्ञानं यत् अस्ति तत् भ्रमा भवति, प्रतिबन्धकज्ञानं यत् अस्ति तत् भ्रमा भवति। सत्यं सत्यं, तत्र हेत्वाभासप्रकरणे अन्यत्र वा इति न लेखितुं शक्यते, केवलं हेत्वाभासप्रकरणे प्रतिबद्धज्ञानं भ्रमात्मकं भवेत्, प्रतिबन्धकज्ञानं प्रमात्मकं भवेत्। अस्तु उत्तमं महोदय, अग्रे गच्छामि। अस्तु हे सत्यभौम भगिनि, समानाकारकत्वं समानाकारकत्वं पूर्वोक्तं न पर्याप्तं समानाकारकत्वं षष्ठबिन्दुः। प्रागुक्तं समानाकारकत्वम् अपि इह निष्कर्षणीयं, पूर्वं खलु उभयोः अपि प्रतिबन्धकज्ञानयोः समानविशेषत्वं भावाभावप्रकारकत्वं च विरोधित्वाय आवश्यकम् इति उक्तं, परन्तु न तदपि पर्याप्तं। कुतः? ज्ञानानि एकमेव पदार्थः कदाचित् एकधर्मेण अवगाहन्ते, अन्यथा अन्यधर्मेण। वह्निः अनुष्णत्वान् इति पूर्वोक्तस्थले प्रतिबन्धकः निश्चयः, वह्नि अनुष्णत्वा अभाववान् इति। अग्रे अपि पठामि वा महोदय? एतावत् अत्र किमस्ति इति वदतु, स्वशब्दैः वदतु, पङ्क्तिशः न वक्तव्यम्। अत्र पूर्वं वयं दृष्टवन्तः समानाकारकत्वम् इत्युक्ते समानविशेषत्वम् अपि च भाव अभावप्रकारत्वं हेतु आभासस्थले स्वीकृतम् एकनिकष इति, इदानीं तद् न पर्याप्तम् इति अत्र दत्तमस्ति, यतोहि ज्ञानम् एकस्मिन् स्थले इति मम चिन्तनम् एवमस्ति, प्रतिबद्धज्ञाने अपि च प्रतिबद्धज्ञाने अत्र एकस्मिन् स्थले एकधर्मेण अस्ति, अन्यस्मिन् स्थले अन्यधर्मेण अस्ति इति समीचीनं महोदय। उदाहरणम् अत्र उदाहरणं स्वीकृत्य प्रतिबद्धज्ञाने वह्निः अनुष्णत्ववान् इति, तस्य प्रकारः अस्ति अनुष्णत्ववान् अनुष्णत्वम् इति, प्रतिबन्धकज्ञाने ज्ञाने वह्निः अनुष्णत्वाभाववान् इति अस्ति, अत्र अस्ति अनुष्णत्वा अभाववान् इति प्रकारः। अत्र धर्मः भिद्यते, एकत्र अनुष्णत्वम् इति अस्ति, अन्यत्र अनुष्णत्वाभाववत्वम् इति अस्ति। किन्तु अत्र नूतनं किम् अस्ति इति न जाने, किमर्थम् इत्युक्ते एकनिमिषम्, अत्र वह्निः अनुष्णत्ववान् इत्यत्र विशेष्यः कः? वह्निः एव, हा वह्निः अनुष्णत्व अभाववान् इत्यत्र विशेष्यः कः? अत्रापि वह्निः एव, हा तर्हि समानविशेषकत्वम् अस्ति खलु, अतः भावाभावप्रकारकत्वमपि अस्ति अस्ति, तर्हि तदेव उक्तं पुनः अत्र इतोपि। अस्तु अग्रे पठतु भगिनि, प्रायः इतोपि किञ्चित् वदति अग्रे। परन्तु वह्नौ यदा अस्ति, वह्नौ यदा अस्ति वह्नित्वं तथैव सन्ति, तत्र तेजसत्वजातिः द्रव्यत्वजातिः सत्ताजातिः भावत्वम् अभिधेयत्वम् इत्येते धर्माः, यदि किञ्चित् ज्ञानं तेजसत्वेन वह्निम् अवगाहते तर्हि भवेत् ज्ञानस्य आकारः तेजः अनुष्णत्वाभाववत् किमिदं प्रतिबध्नीयात् वह्निः अनुष्णत्वान् इत्यनुमिति वह्निः अनुष्णत्वान् इत्यनुमिति न एव कुतः तथैव अनुभवात् यस्य हि तेजः अनुष्णत्वाभाववान् अनुष्णत्व अभाववत् इति अस्ति निश्चयः तस्य भवत्येव अनुमितिः वह्निः अनुष्णः इत्याकारिकः. इदानीम् अत्र दत्तमस्ति यदा वह्नौ अस्ति वह्नित्वं तथा वह्नौ भिन्नभिन्नप्रकारः अपि अस्ति तेजसत्वम् अस्ति द्रव्यत्वम् अस्ति सत्ता भिन्नभिन्नप्रकारता अस्ति वा वह्निः तेजसत्ववान् इति खलु महोदय न तत्तु ज्ञानस्य आकारः वह्नौ किं किम् अस्ति वह्नौ वह्नित्वम् अस्ति तेजसत्वम् अस्ति सत्यं द्रव्यत्वं सत्यं तर्हि ज्ञाने अयं वह्निः इत्यस्मिन् ज्ञाने प्रकारः यदि वह्नित्वे अवह्नित्वम् इति स्वीकुर्मः तत्र ज्ञानं भिन्नमस्ति खलु यत्र वह्निः तेजस्त्ववान् इति ज्ञानमस्ति तत्र इदानीं तेजस्त्वम् अवगाहते खलु वह्नि वह्नौ तर्हि वह्नौ तेजस्त्वम् अवगृह्य तेजः अनुष्णत्वाभाववत् इति वदामश्चेत् तादृशज्ञानं वह्निः अनुष्णत्वाभाव अनुष्णत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः भवति वा न वा इति चेत् न भवति. तर्हि तस्मिन् विषये किञ्चित् प्रतिपादयतु. वह्निः तेजस्वत्ववान् इति ज्ञानं यस्य मनसि अस्ति तद् निश्चयज्ञानमस्ति खलु. वह्निः तेजस्वान् वह्निः तेजस्त्ववान् इति तु सत्यज्ञं प्रमात्मकज्ञानं निश्चयात्मकज्ञानमस्ति. तेन किं तेन अनुमिति जायते निश्चयः. किन्तु अत्र विषयः कः? तद्विषयः नास्ति खलु. इदानीं भिन्नविषयः अस्ति. अत्र अनुष्णत्वं पुनः अहं न जानामि महोदय, पुनः भवान् एव सहायं करोतु. न अत्र भवती स्वचिन्तनं कर्तव्यं भवत्या. इत्युक्ते अत्र किञ्चित् अस्तु, तेजस्त्वं वह्निं विना कुत्र अस्ति? तेजस्वी अस्ति सूर्यः. वह्निं विना सूर्य अस्ति. सूर्य अस्ति खलु. अत्र इतोपि समीचीन उदाहरणम्. अत्र किञ्चित् क्लेशः अस्ति अस्मिन् उदाहरणे. द्रव्यत्वं स्वीकुर्मः. किं द्रव्यत्वं? हा, द्रव्यत्वं स्वीकुर्मः. अस्तु, द्रव्यत्वं स्वीकरोतु. इदानीं द्रव्यं स्वीकृत्य एकं वाक्यं वदतु. जलं पृथ्वीं स्वीकुर्मः. पृथ्वी पृथ्वी अनुष्णः इति न वक्तुं शक्यते खलु. अनुष्णः अपि भवति वा वाक्ये? भवती एव चिन्तनं करोतु. भवती वाक्यम् उक्त्वा परिशीलयतु समीचीनं वा न वा इति. जलम् अनुष्णत्ववत् द्रव्यत्वात्. इदानीम् अनुमानवाक्यं तावत् न गच्छतु, केवलम् अत्र एकं वाक्यं वदतु. जलम् अनुष्णत्ववत्. अस्तु, समीचीनं. जलम् अनुष्णत्ववत् इति निश्चयात्मकज्ञानं यस्मिन् अस्ति तस्मिन् किम् अनुमितिः न जायते. जलम् अनुष्णत्वाभावः इत्युक्ते अनेन ज्ञानेन कस्य अनुमितेः कस्याः अनुमितेः प्रतिबन्धनं भवति. जलम् अनुष्णत्व अभाववत् इति ज्ञानस्य किञ्चित् उपरि गन्तव्यं भगिनि. इत्युक्ते अत्र द्रव्यमिति स्वीकरोतु. इदानीं भवती जलं पश्यति. जले उष्णमस्ति वा न वा? नास्ति. उष्णं नास्ति. तर्हि जलं दृष्ट्वा भवती किं वदति? द्रव्यम्. अत्र जलं जलत्वेन न पश्यति, द्रव्यत्वेन पश्यति इति कृत्वा इदानीं भवती वदति द्रव्यम् उष्णत्व अभाववत् इति इति वदति जलं दृष्ट्वा. अत्र जलं जलत्वेन न अवगाहते किन्तु द्रव्यत्वेन अवगाहते. अस्मिन् द्रव्ये जलम् अस्मिन् द्रव्ये उष्णं नास्ति इति भवत्याः ज्ञानमिति चिन्तयतु. निश्चयात्मकज्ञानं प्रमात्मकज्ञानं किन्तु एतद् ज्ञानं वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति प्रतिबन्धकं भवति वा? न भवति. किमर्थम्? अत्र मम अनुष्णत्ववान् इति वा? यद्यपि वह्नौ द्रव्यत्वम् अस्ति तथापि अत्र अनेन ज्ञानेन इत्युक्ते अत्र द्रव्यत्वेन मया स्वीकृतं खलु जलम् इति जलत्वेन न स्वीकृतं किन्तु द्रव्यत्वेन स्वीकृतं. यदहं पश्यामि तद् जलमस्ति किन्तु अत्र जलत्वेन मया न स्वीक्रियते किन्तु द्रव्यत्वेन स्वीक्रियते इति कृत्वा द्रव्यम् अनुष्णम् इति निश्चयात्मकप्रमात्मकज्ञानं वह्निः अनुष्णत्ववान् इति अनुमितिं न प्रतिबध्नाति, वस्तुतः अनुकूलमेव करोति. किमर्थं? वह्नौ द्रव्यत्वमस्ति खलु इति कृत्वा वह्नौ द्रव्यत्वमस्ति, अस्मिन् द्रव्ये अपि द्रव्यत्वमस्ति अपि च अनुष्णत्वमस्ति इति कृत्वा वह्निः अनुष्णत्ववान् इति अनुमितिः जायत्येव. यदि द्रव्यम् अनुष्णम् इति ज्ञानं भवति तादृशज्ञानं वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति प्रतिबन्धकं न भवति. बुद्धं खलु? हा. कीदृशज्ञानं प्रतिबन्धकं भवति? यदि तत् ज्ञानं वह्निः अनुष्णत्ववान् इति ज्ञानमेव प्रतिबद्धज्ञानं. यद् ज्ञानम् अनुष्णत्व अभाववान् इति निश्चयज्ञानं यदस्ति तदेव प्रतिबन्धकं भवति. सत्यम्. उत्तमम् इति अस्ति किन्तु अत्र तेजः इति उक्तत्वात् किञ्चित् क्लेशः अस्ति अवगमनार्थं. किन्तु इदानीं यद् उदाहरणम् अस्माभिः उक्तं तर्हि कथं ज्ञानं प्रतिबन्धकज्ञानं प्रतिबन्धकज्ञाने प्रकारत्वेन यदवगाहते तत्र वैशिष्ट्यमस्ति इति कृत्वा तावद्वदामश्चेत् समानविशेष्यकत्वं भावाभावप्रकारकत्वं तावद्वदामश्चेत् न पर्याप्तं, ततोपि तत्र किम् अवगाहते इति अपि चिन्तनीयम् इति अत्र उक्तम्. अस्तु, अग्रे पठतु भगिनि. इत्थमेव द्रव्यत्वजाति पुरस्कारणे पुरस्कारेण सत्ताजातिम् आदाय भावत्वम् अभिधेयत्वं च आदाय क्रमेण द्रव्यम् अनुष्णत्वाभाववत् सत्तावत् अनुष्णत्वाभाववत् भावत्ववान् भाव अनुष्णत्वाभाववान् अभिधेयत्ववान् अभिधेयः अनुष्णत्वाभाववान् इति आकारकाः निश्चयाः वर्ष्णिविशेषकाः एव. सर्वे तेजसत्वेन द्रव्यत्वेन सत्तावत्वेन भावत्वेन अभिधेयत्वेन वर्ष्णीमपि खलु विषयीकुर्वन्ति. तथात्वे अपि न तेषां विरोधित्वं प्रतिबन्धकत्वम् आनुभविकम्. अतः पूर्वोक्तं समानविशेषकत्वं परिष्कर्तव्यम्. अत्र यद् अस्माभिः चिन्तितं तदेव दत्तमस्ति. तदेव दत्तमस्ति अत्र. एतत् किं तथात्वे अपि न तेषां विरोधित्वं. तथात्वे इति तेजसत्वे द्रव्यत्वे तत् अत्र उक्तमस्ति वा? हा, इत्युक्ते अत्र प्रमात्मकमस्ति निश्चयात्मकमस्ति तथापि अत्र विरोधित्वं नास्ति. इत्युक्ते अत्र सर्वत्र किं दृष्ट्वा अहं वदामि? वह्निं दृष्ट्वा अहं वदामि. अत्र वह्निं दृष्ट्वा किन्तु वह्निं वह्नित्वेन मया न अवगाहते, द्रव्यत्वेन अवगाहते इति अस्ति चेत् तत्र एतादृशज्ञानं यत्र वह्निः वह्नित्वेन न अवगाहते किन्तु द्रव्यत्वेन वा सत्ता जाति सत्तावत्त्वेन वा भावत्वेन वा अभिधेयत्वेन वा अवगाहते चेत् तादृशज्ञानं प्रतिबन्धकं न भवति. वह्निः अनुष्णुत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः न भवति इति कृत्वा किञ्चित् परिष्कर्तव्यम्. अग्रे पठतु भगिनि, किं कुर्मः इति. कुर्मः समानधर्म अवच्छिन्न विशेषतानिरूपकत्वं ज्ञाने वक्तव्यं. प्रतिबद्धज्ञाने यः धर्मः विशेषता अवच्छेदकः अस्ति प्रतिबन्धकज्ञाने अपि विशेषता अवच्छेदकः भवेत्. प्रकृत उदाहरणे प्रतिबद्धज्ञाने विशेषता वह्नौ विशेषता अवच्छेदकं वह्नित्वम्. तदेव यस्मिन् निश्चये विशेषतावच्छेदकं स एव भवेत् निश्चयः विरोधि वह्निः अनुष्णत्व अभाववान् इति आकारः. न एवंविध पूर्वोक्ताः निश्चयाः तेषु हि तेजसत्वद्रव्यत्वादाय धर्मः विशेषता अवच्छेदकाः ते च न प्रतिबद्धे सन्ति इति न तेषां प्रतिबन्धकत्वम् आपत्ति प्रतिबन्धकत्व आपत्ति. इदानीं समानधर्म अवच्छिन्न विशेषतानिरूपकत्वं ज्ञाने वक्तव्यं. समानधर्म अत्र स्वशब्दैः वदतु, अत्र निगमनं किं? तर्हि किम् अत्र परिष्कारः कुत्र करणीयः? कुत्र करणीयः इति चेत् यद् अस्ति प्रतिबन्धकज्ञाने यद् विशेषस्य अवच्छेदकत्वेन स्वीकृतं तदेव प्रतिबन्धकज्ञाने तदेव स्वीकर्तव्यं. ततः एव तयोः मध्ये प्रतिबन्धकभावं वक्तुं शक्यते इति. उत्तमं. तर्हि अत्र अस्य पाठस्य प्रथमपरिच्छेदे षड् इति बिन्दु यदस्ति तत्र समानविशेष्यकत्वं भावाभावप्रकारकत्वम् इति उक्तं खलु. इति बिन्दुद्वयम् इति निकषाद्वयम् उक्तं. तत्र इतोपि एका निकषा योजिता अस्ति. किम् इति चेत् समानविशेष्यकत्व अवच्छेदकत्वम् इति योजितम्. समानविशेष्यकत्वे सति भावाभावप्रकारकत्वे सति समानविशेष्यता अवच्छेदकत्वे सति इति आगतम्. एवं प्रकारकत्वस्यापि अवच्छेदकः समानः भवेत्. तदेव अत्र मम स्प्रेड्शीट् मध्ये मया लिखितमासीत्. इत्युक्ते षड् निकषाः भवेत्. प्रथमं प्रतिबन्धकज्ञानस्य लक्षणं किम् इति चेत् निश्चयत्वे सति प्रमात्वे सति समान आकारकत्वम् इति त्रयः निकषाः, तिस्रः निकषाः, प्रमात्वे सति, निश्चयत्वे सति, समान आकारकत्वं. समान आकारकत्वं नाम किम्? समानविशेष्यकत्वे सति, समानविशेष्यता अवच्छेदकत्वे सति, भावाभावप्रकारकत्वे सति, समानप्रकारकत्व अवच्छेदकत्वं समान आकारकत्वम् इति अस्ति. अस्तु, तर्हि इदानीं यद् सतिभामभगिन्या पठितं तत्र केवलं समानविशेष्यता अवच्छेदकत्वम् इति दलं योजितं समान आकारकत्वे. इदानीम् अग्रे स्वामी महोदय पठति वा. धन्यवादः भगिनि. धन्यवादः महोदय. आं महोदय, 229 पेज् मध्ये तत्र इत्थमेव द्वितीयपरिच्छेदः अस्ति किल. आम् आम् आम् इत्थमेव प्रकारांशे चिन्तयामः. प्रतिबद्धज्ञाने अनुष्णत्वं प्रकारः, तदभावः अनुष्णत्वाभावः. अस्मिन् सन्ति अनेके धर्माः, यद्यपि तस्य अभावरूपत्वेन तस्मिन् जातिः भावत्वं वा न भवेत्, तथापि अभिधेयत्वप्रमेयत्वादि केवलान्वयिपदार्थाः सन्ति एव. द्वे एक एक तान् पुरस्कृत्य यदि अभावः ज्ञायेत कीदृशः भवेत् निश्चयाकारः? तावद् महोदय. परिच्छेदः पूर्वस्मिन् परिच्छेदे समानाकारकत्वं विशेष्यतावच्छेदकः इति एकं निकषा योजितम्. इदानीं प्रकारः इति चिन्तनं जायते. तत्र प्रकारः किम् इति इत्युक्ते अनुष्णुत्वं ज्ञाने, प्रतिबद्धज्ञाने अनुष्णुत्वम् एव अत्र प्रकारः. अनुष्णुत्व अभावः प्रकारः अस्ति. प्रतिबद्धज्ञाने अनुष्णुत्वं प्रकारः, प्रतिबन्धकज्ञाने अनुष्णुत्व अभावः. भवान् प्रतिबद्धज्ञानमिति उक्तवान् वा प्रतिबन्धकम् इति उक्तवान्? प्रतिबद्ध इति चिन्तितवान्. अस्तु अस्तु, समीचीनं. तदभावः अनुष्णत्वाभावः, तस्मिन् सन्ति अनेके धर्माः. अस्तु, यद्यपि तस्य अभावरूपत्वेन तस्मिन् जातिः भावत्वं वा न भवेत्. तथापि महोदय, तत्र तस्य इत्युक्ते प्रकारः. प्रकारः इत्युक्ते कस्य प्रकारः? प्रतिबन्धकज्ञानस्य वा प्रतिबद्धज्ञानस्य वा? प्रतिबद्धज्ञानस्य. न न, अत्र प्रतिबन्धकज्ञानमेव अभावरूपमस्ति खलु. कस्मिन् महोदय? प्रतिबद्धज्ञाने यद् अस्ति तस्य अभावः प्रतिबन्धकज्ञाने प्रकारः भवेत् खलु? आम् महोदय. तर्हि इदानीं प्रतिबन्धकज्ञाने प्रकारः अभावरूपः अस्ति. अभावरूपी अभावरूपप्रकारकज्ञाने प्रकारे जातिः न भवति. किमर्थम् इत्युक्ते जातिः नित्या अस्ति खलु, जातेः अभावः यदा कदापि न भवति. सत्यं महोदय. एवम् अभावरूपः अस्ति इति कृत्वा भावत्वम् अभावरूपे भावत्वं न भवति. तथापि अभिधेयत्वप्रमेयत्वादि केवलान्वयिपदार्थाः सन्ति एव. इत्युक्ते प्रतिबन्धकज्ञानं, प्रतिबन्धकज्ञाने यद् प्रकारः अस्ति अनुष्णत्व अभावः, अनुष्णत्व अभावे अभिधेयत्वमस्ति वा न वा? अस्ति महोदय. हा, प्रमेयत्वमस्ति वा न वा? प्रमेयमपि अस्ति. सत्यं, ज्ञायते खलु अनुष्णुत्वभावः अस्ति इति ज्ञायते, तर्हि प्रमेयः अस्ति. किन्तु अनुष्णुत्व अभावे जातिः अस्ति वा? अनुष्णुत्व अभावत्वम् इति जातिः अस्ति वा? न. किमर्थमित्युक्ते अभावे जातिः न भवति, जातेः अभावः अपि न भवति इति कृत्वा. भवतु, तर्हि तान् पुरस्कृत्य यदि अभावः ज्ञायेत, कीदृश्ये कीदृशः भावः भवेत् निश्चयाकारः? अग्रे पठतु महोदय. वह्निः अभिधेयत्व वह्निः अभिधेयत्ववत् वान् इति इह अभिधेयत्वरूपधर्मः अनुष्णत्वाभावे भासते. न न, तस्मात् पूर्वम् अत्र चित्रं भवता त्यक्तं. चित्रस्य उपरि किमस्ति इति किञ्चित् चिन्तयतु. तेजः अनुष्णत्वाभाववत् इति सत्त्वा सत्तावत् अनुष्णत्वाभाववत् वह्निः अभिधेयत्व वद्वान् वह्निः प्रमेयत्व वद्वान्. हा, अत्र अधोभागे पश्यतु, इमौ न प्रतिबन्धकौ इति अस्ति खलु. इमौ न प्रतिबन्धकौ, इमौ न प्रतिबन्धकौ. तत्र वामभागे यदस्ति तत्र ज्ञानस्य आकारः कः इति किञ्चित् वदतु. ज्ञानस्य आकारः वह्नि निष्ठविशेष्यतावच्छेदकता. न न न, तादृशं मा वदतु. तादृशं वदति चेत् भवान् अवगच्छति वा न वा इति न जाने. इदानीं वह्निः अत्र विशेष्यः कः? वामभागे यत् चित्रमस्ति तत्र विशेष्यः कः? तेजस्त्वं महोदय. विशेष्यः कः? विशेष्यः वह्निः. हा, किन्तु वह्निः कथम् अवगाहते? वह्नित्वेन अवगाहते वा तेजस्त्वेन अवगाहते वा? तेजः तु गुणः महोदय. तेजः इत्युक्ते तत्र गुणं, वह्निः इत्युक्ते द्रव्यम् इति वा? सडन्लि तेजः इति कीदृशपदार्थः? सप्तपदार्थेषु तेजः इति कीदृशपदार्थः? पृथिवी आप तेजः अस्ति. नवद्रव्याणि महोदय. द्रव्यमस्ति खलु. हा, तर्हि किमर्थं गुणः इति पृच्छति? अस्तु, न इदानीं यदा भवान् प्रश्नः पृच्छति, तेजः वह्निः समानमेव खलु इति मम मनसि. न, वह्निः समानं नास्ति. वह्ने तेजसः एकम् उदाहरणमस्ति वह्निः, यथा द्रव्यपृथिव्याः उदाहरणमस्ति घटः. इत्युक्ते घटे पृथिवीत्वमस्ति, पटे पृथिवीत्वमस्ति, एवं वह्नौ तेजस्त्वमस्ति. प्रायः अन्यत् किमपि स्वीकुर्मश्चेत् इत्युक्ते किं सूर्यः इति स्वीकुर्मश्चेत् सूर्यतेजस्वमस्ति, यदि सूर्यः इति तेजसि पदार्थः इति स्वीकुर्मः, न जाने तर्हि अत्र आकारः कः इति वदतु इदानीम्। अत्र ज्ञानं किम्? वह्निम् अत्र विशेष्यः अस्ति वह्निः, किन्तु वह्नि वह्नित्वेन न अवगाहते किन्तु तेजस्त्वेन अवगाहते इति कृत्वा अत्र विशेष्यः कः इदानीम्? विशेष्यः तु वह्निः एव खलु, नो, किन्तु तेजस्त्वेन अवगाहते इति कृत्वा तेजः इति तेजः इति वक्तव्यम्। अत्र विशेष्यता अवच्छेदकः अस्ति तेजस्वं खलु? आम् महोदय, वह्निः तेजे अवगाहते अत एव किम्? आम् महोदय, न न, समीचीनतया भवता न उक्तम्। वह्निः तेजः अवगाहते अतः तेजः अवगाहते तेजस्त्वेन अवगाहते तेजस्त्वेन अवगाहते हा इति अस्तु। अत्र मम पुरतः घटमस्ति इति चिन्तयतु महोदय, किन्तु इयं पृथिवी घटं दृष्ट्वा इयं पृथिवी इति अहं वदामि तर्हि घटं कथं मया अवगतम्? पृथिवीविकारः इति किमर्थम् अत्र विकारः इति वदति? तत् त्यजतु, पृथिवीत्वेन अवगाहते खलु मया घटं दृष्ट्वा, अत्र अयं घटः इति अहं मया न उक्तम्, इयं पृथिवी इति उक्तम्। आं महोदय, तस्मिन् पृथ्वीत्वम् अस्ति। अस्तु, इतोपि किञ्चित् वदामि, भवतः अवगमनं समीचीनतया भवेत्। अस्तु, घटम् आनयतु इति यदि अहं वदामि भवान् किम् आनयति? घटमेव आनयामि। अस्तु, पृथिवीम् आनयतु इति यदि अहं वदामि भवान् किम् आनयितुं शक्यते? मृत्तिका। घटम् आनयितुं शक्यते वा न वा? घटमपि आं महोदय, घटमपि आन् हा शक्यते, शक्यते खलु। तर्हि इदानीं पृथिवीम् आनयतु इति यदा अहं वदामि घटम् आनयति चेत् इदानीं घटं घटत्वेन अवगाहते वा नो चेत् पृथिवीत्वेन अवगाहते वा भवता? इदानीं यदा भवान् तद् वदति पृथ्वीत्वेन अवगाहते हा इति बुद्धं खलु। इदानीं अत्र अन्यत् अहं वदामि द्रव्यम् आनयतु, आं महोदय, इदानीं किम् किं यदि घटम् आनयति तर्हि तत्र घटं घटत्वेन अवगृह्य आनीतं वा नो चेत् घटं द्रव्यत्वेन खलु? द्रव्यत्वेन, आं महोदय, हा तदेव। इत्युक्ते वह्निः तेजस्वेन अवगाहते इत्यस्य अर्थः अस्ति एषः वह्निः इति कृत्वा मया न आनीतम्, एषः तेजः इति कृत्वा मया आनीतं खलु महोदय? एवं तर्हि अत्र वह्निः तेजस्त्वेन अवगाहते इति चेत् इदानीं विशेष्यमस्ति तेजः। More mama manasi, I think the difficulty has came because I thought vanhi and teja are both same, teja is being used even in the teja iti dravyam vanhi kintu vanhi iti kashchana vyaktihi asti yasmin tejasvam asti ityukte yatra yatra tejasvam asti tatra tatra tatra sarvatra vanhitvam asti iti nasti ammode इदानीं बुद्धं महोदय, दट् इस् द कन्फ्यूशन् रैट् जयन् वन् इट् बि सेम् अग्नि वन् हि सेम् सम् स सदृशमेव किन्तु तेजः नास्ति तेजः या ओके बट् दट्स् वै हि कुड् हव् यूस्ड् बेटर् एक्साम्पल् हि कुड् हव् यूस्ड् घट यदि घटं पृथिवीत्वेन अवगाहते नो चेत् घटः द्रव्यत्वेनापि अवगातुं शक्यते नो चेत् सत्तात्वेनापि अवगातुं शक्यते अभिधेयत्वेनापि अवगातुं शक्यते तर्हि सर्वत्र घटमेव आनयति घटमानेय इति चेत् घटमानयति पृथिवीम् आनय इति चेत् घटमेव आनयति द्रव्यमानय इत्युक्ते घटमेव आनयति तदनन्तरं सत्तामानय इति चेत् घटमेव आनयति भावमानय घटं घटमेव अभिधेयम् आनय घटमेव आनयति प्रमेयम् आनय घटमेव आनयति खलु सर्वत्र आं महोदय किन्तु कथम् अवगाहसि इत्यत्र भिद्यते अस्तु तर्हि अत्र इदानीं वह्निः तेजस्त्वेन अवगाहते अपि च अत्र प्रकारः कः अनुष्णत्वं वामभाग दृष्ट्वा वदतु अनुष्णत्वम् इति नास्ति तत्र अनुष्णत्वाभावः हा अनुष्णत्वाभावः खलु महोदय तर्हि अत्र ज्ञानं किं तेजः अनुष्णत्वाभाववत् हा उत्तमं तेजः अनुष्णत्व अभाववत् इति ज्ञानं कस्य प्रतिबन्धकं न भवति कस्याः अनुमितेः प्रतिबन्धकः न भवति वह्निः उष्णवान् इति तस्य अनुष्णत्ववान् इति वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति तेजः अनुष्णत्व अभाववत् इति ज्ञानं प्रतिबन्धकं न भवति बुद्धं खलु महोदय तत्र क्षम्यतां तत्र विशेषं समानं नास्ति अतः एव खलु सत्यं किमर्थम् अत्र वस्तुतः विशेष्यमस्ति वह्निः एव किन्तु वह्नित्वेन न अवगाहते किन्तु तेजस्वेन अवगाहते अतः एव किञ्चित् तर्हि अत्र समानविशेष्यकत्वं नास्ति वा नो चेत् समानविशेष्यता अवच्छेदकं नास्ति वा हा समानविशेष्यता अवच्छेदकं नास्ति इति बोधः वह्नेः अवच्छेदकता यदि वह्नित्वम् इति स्वीकुर्मः चेत् तदा समानविशेष्यता विशेष्यता अवच्छेदकत्वं भवति परन्तु तत्र तेजस्त्वम् इति यदा अवच्छेदकतायाः अवच्छेदकम् इति स्वीकुर्मः चेत् तत्र भिन्न विशेष्यतावच्छेदकत्वम् अस्ति अतः प्रतिबन्धकज्ञानं न भवितुम् अर्हति सत्यम् इति आशयः उत्तमं तर्हि तेजः अनुष्णत्व अभाववत् इति ज्ञानं वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति न अत्र एवमपि वक्तव्यं तेजः अनुष्णत्ववत् इति वदामश्चेत् तावत् अर्थबोधः न जायते तर्हि तेजस्त्वावच्छिन्न वह्निः अनुष्णत्व अभाववत् इति ज्ञानं वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति प्रतिबन्धकं न भवति इति खलु किं स्वामी महोदय अवगच्छति किम् आं महोदय तेजस्त्वावच्छिन्न वह्निः अनुष्णुत्ववान् अनुष्णुत्व अभाववान् इति तेजस्त्वावच्छिन्न वह्निः अनुष्णुत्व अभाववान् इति ज्ञानं वह्निः अनुष्णुत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः न भवति एवम् अत्र वामतः वामे यच्चित्रमस्ति तत्र वदतु आम् तेजस्त्व अवच्छेदकता वह्निः वामेव भवान् इदानीम् उक्तं खलु नास्ति अस्तु वामे अत्र अत्र विशेष्यस्य प्रकारतायाः अवच्छेदकं योजयित्वा वदतु महोदय वामे क्षम्यतां दक्षिणे दक्षिणे दक्षिणे किं यानमस्ति वह्निः अभिधेयत्ववत् वान् न न उपरि न पठतु अत्र चित्रं दृष्ट्वा वदतु वह्निः अभिधेयत्वं प्रमेयत्वं वा अस्तु अस्तु महोदय क्षम्यतां वह्निः अनुष्णत्वाभावः हा किन्तु वह्निः अनुष्णत्वाभावः इति सामान्यज्ञानं तत्र वह्निः केन अवच्छिन्ना अस्ति वह्नित्वे हा तर्हि तदपि योजयतु वह्नित्व अवच्छेदकता वह्निः न वह्नित्व अवच्छेदकता वह्निः इति मा वदतु वह्नित्व अवच्छिन्न वह्निः वह्नित्व अवच्छिन्न वह्निः प्रमेयत्तवच्छिन्न अनुष्णत अनुष्णत्वाभावः इति ज्ञानं वह्नित्वावच्छिन्न वह्नि प्रमेयत्वावच्छिन्न अनुष्णत्वाभाव अभाववान् इति ज्ञानं प्रतिबन्धकं भवति वा वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति प्रतिबन्धकः भवति वा तदेव अधोभागे लिखितमस्ति इमौ न प्रतिबन्धकौ इति अतः प्रतिबन्धकं न भवति इति एव लिखितं किमर्थं मेहुल् महोदय किमर्थं न प्रतिबन्धकं भवति अस्तु अत्र वह्नित्व अवच्छिन्न वह्निः इति तु अस्ति परन्तु अत्र प्रकारक अवच्छेदकम् अस्ति प्रकारतायाः अवच्छेदकम् अस्ति प्रमेयत्वम् अत्र अनुष्णत्व अभावत्वम् इति अवच्छेदकं नास्ति प्रकारतायाः अतः तद् प्रतिबन्धकः न भवति प्रतिबन्धज्ञानम् उत्तमम् उत्तमं तर्हि एवं कुर्मः वह्निः अनुष्णुत्ववान् इति अनुमितिं प्रति कीदृशज्ञानम् एकमेव ज्ञानं प्रतिबन्धकं भवति तज्ज्ञानस्य आकारः वदति वा मेहुल् महोदय वह्नित्व अवच्छिन्न वह्निः किम् अभावभावप्रकारत्व अवच्छेदकत्वम् अस्ति तत्र अनुष्णत्वाभावत्वावच्छिन्न अनुष्णत्वाभावः इति ज्ञानं प्रतिबन्धकज्ञानं भवति अभाववान् इति अभाववान् इति प्रतिबन्धकज्ञानं भवति वह्निः अनुष्णत्वात् इत्यस्य प्रति बहु उत्तमं महोदय वह्नित्वावच्छिन्न वह्निः अनुष्णत्व अभावत्व अवच्छिन्न अनुष्णत्व अभाववान् इति एकमेव ज्ञानं प्रतिबन्धकं भवति वह्निः अनुष्णत्ववान् इति अनुमितिं प्रति यदि तेजस्व अवच्छिन्न वह्निः इति वदामश्चेत् तद् न प्रतिबन्धकं भवति सत्तावच्छिन्न वह्निः इति वदामश्चेत् प्रतिबन्धकं न भवति अभिधेयत्व अवच्छिन्न अनुष्णत्व अभावः इति वदामश्चेत् प्रतिबन्धकं न भवति प्रमेयत्व अवच्छिन्न अनुष्णत्व अभाववान् इति वदामश्चेत् प्रतिबन्धकं न भवति इति आशयः बुद्धं खलु सत्यम् आम् तदेव अन्तिमं भावाभावप्रकारतावच्छेदकत्वम् अपि समानं भवेत् हा इति अस्ति तर्हि अत्र अनेन चित्रेण किं निरूपितमस्ति इति चेत् एकमेव ज्ञानम् इत्युक्ते समानविशेष्यः भवेत्, समेन विशेष्यता अवच्छेदकः भवेत्, समान भावाभावप्रकारः भवेत्, प्रकारतायाः अवच्छेदकः समानः भवेत्, तादृशमस्ति चेदेव समान आकारकत्वं निरूपितं भवति. तस्मादुपरि प्रमेयत्वं प्रमात्वं क्षम्यता न प्रमेयत्वम् अस्ति प्रमात्वम् अपि च निश्चयत्वम् इति आहत्य षड् निकषाः यत्र पूरिताः सन्ति तादृशज्ञानम् एव प्रतिबन्धकज्ञानं भवितुमर्हति. अन्यत् किमपि किमपि प्रतिबन्धकज्ञानं न भवति. एकमपि यदि निश्चयत्वं नास्ति तर्हि न भवति, प्रमात्वं नास्ति तर्हि न भवति, समानविशेषः नास्ति चेत् न भवति, समानविशेषता अवच्छेदकः नास्ति चेत् न भवति, भावाभावप्रकारः नास्ति चेत् न भवति, प्रकारतायाः अवच्छेदकः समानः नास्ति चेत् न भवति. षड् निकषाः यत्र पूरिताः सन्ति तादृशज्ञानमेव प्रतिबन्धकज्ञानं भवति इति बोधः. बुद्धं खलु? आं, तत्र पञ्चनिकषाः एव उल्लेखितमस्ति खलु स्प्रेड् शीट् मध्ये. प्रमात्वे सति निश्चयते सति इति अस्ति, अपि च समानविशेषकत्वे समानविशेष्यता अवच्छेदकत्वे, अपि च अस्तु तत्र एतदपि अस्ति भावाभावप्रकारत्वे अपि अस्ति, समानप्रकारता अवच्छेदकम् इति चेत् अवच्छेदकत्वम् इति अपि अस्ति. तर्हि षड् निकषाः लिखिताः सन्ति. तत्र भावाभावप्रज्ञानं प्रमात्वे सति निश्चयत्वे सति समान आकारकत्वम् इति लिखितं. तदनन्तरं समान आकारकत्वं नाम किम् इति तत्र चत्वारः निकषाः मया लिखिताः. तत्र भावाभावप्रकारत्वम् इति यद् लिखितमस्ति तदेव समानप्रकारता अवच्छेदकत्वम् इति न भवति वा? अत्र भावाभावप्रकारत्वम् इति किमर्थं तत्र आगच्छति इत्युक्ते प्रतिबध्यज्ञाने यद् प्रकारकमस्ति तस्य अभावः प्रतिबन्धकज्ञाने प्रकारत्वेन भवेत्. अस्तु अस्तु, हा, तस्य अभावः प्रकारतायाः अभावः अपि. यथा वह्निः अनुष्णत्ववान् इति अनुमितिम् अनुमितिः प्रतिबध्यज्ञानमस्ति, तत्र प्रकारः अस्ति अनुष्णुत्व अभावः, अनुष्णुत्वम् इति अनुष्णुत्व अभावः नास्ति, अनुष्णुत्वम् इति. किन्तु अनुष्णुत्वस्य अभावः प्रकारत्वेन भवेत् प्रतिबन्धकज्ञाने. अस्तु, प्रतिबन्धकज्ञाने तस्य अभावः भवेत् प्रकारे. हा, अपि च समान अत्र इत्युक्ते प्रकारतायाः अवच्छेदकः यदस्ति प्रतिबध्यज्ञाने तस्य अभावः पुनः, नो चेत् तत्र इत्युक्ते समान प्रकारता अवच्छेदकत्वं प्रायः इति न लेखनीयम्, इतोपि किञ्चित् परिष्कर्तव्यमस्ति. इत्युक्ते प्रतिबन्धक प्रतिबध्यज्ञाने यत् प्रकारः अस्ति अपि च प्रकारकर्ता प्रकारक प्रकारतायाः अवच्छेदकः अस्ति तस्य अभावः सत्यं प्रतिबन्धकता प्रतिबन्धकतायाः अवच्छेदकः भवेत् इति. तर्हि समानभावाभावप्रकारता अवच्छेदकत्वम् इति समीचीनं न, अत्र भावाभाव इति न लेखनीयं, भावाभावप्रकारकत्वे सति समान भावाभाव समान इति प्रायः न, अत्र एवं लेखनीयम्. एकनिमिषम्, इदानीमेव परिष्कर्तुम् एकेन निमिषेन समापयामि. भावाभावप्रकारता अवच्छेदकत्वम् इति लेखनीयं सत्यं. भावाभावप्रकारकत्वे सति भावाभावप्रकारता अवच्छेदकत्वं, समीचीनं खलु? आम् आं, समीचीनं. तत्र समान इति किमर्थं न योजनीयम्? इत्युक्ते समानं नास्ति खलु, एकस्मिन् भावः अस्ति अन्यस्मिन् भावः अस्ति. तत् समीचीनं समीचीनं. किन्तु यस्य भावः अस्ति तस्यैव तस्यैव सत्यं भावाभावप्रकारत्वे भावाभावप्रकारकत्वे सति भावाभावप्रकारता अवच्छेदकत्वं. सत्यं समीचीनम्, अधुना समीचीनं. षड्विध षड्विध धर्मः. अस्तु, अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.